नमस्कारः, पाणिनीयव्याकरणवर्गे स्वागतम्। तव्यतृ तूमुन्तृच् इति पाठः अनुवर्तते, अन्तिमभागे स्मः। एकवारं तत् समाप्य पुनरावर्तनं कुर्मः। तत्र कः पर्यन्तं कृतवन्तः वयं ततः करणीयम् इति चिन्तयामि। यस्य हलः तु समाप्तम्, अनन्तरं यङ्लुगन्तानां तव्यत्तुमुन्त्रिच् रूपसिद्धिः उकारान्तपर्यन्तं कृतवन्तः वा? बोभू युगः इतुम् अथवा तस्मादेव आरम्भं कुर्मः? तस्मात् एव भवान् एव पठतु महोदय। आकारान्तदातुः यङ्लुगन्तदातूनां तव्यत्तुमुन्त्रिजन्तरूपसिद्धिः आकारान्तदातुः दादा योग इतव्य इति अस्ति। तत्र सूत्रमस्ति आतलोप इटि च इति, आकारान्तस्य अङ्गस्य आकारस्य लोपः भवति। अजादि आर्धातुके कित् नित् परे आर्द् अपि च आर्धातुके इटि परे च इति अस्ति। तत्र इदानीं इटि परे इति अस्ति। तत्र दादा योग इतुम् अनेका च अस्ति, इडागमः भवति, अतः आर्धातुक इड इटि इति अस्ति, अतः लोपः भवति। दाद् खलु, दादितुम् इति भवति, दादितुं दादिता दादिता इति अस्ति। तत्र पुल्लिङ्ग अग्रे इकारान्त धातुः शोषी योग इतव्य, अत्र शोषी योग इतव्य अत्र गुणः भवति सार्धातु इत्यनेन शोषे, अनन्तरं यशो यवायावः शोषयितुं शोषयितव्य शोषयिता इति रूपाणि भवन्ति। अग्रे उकारान्तदातुः भू योग इतव्य, तत्रापि सार्धातु कार्धातुक इत्यस्य प्रवृत्तिः भो भवितव्य इति भवति, भो भवितव्यं भो भवितुं भो भविता इति रूपाणि भवन्ति इति अस्ति। अग्रे अस्तु, ऋकारान्तदातुः चर्क् इतव्य, सर्वत्र तत्र ऋकारान्त अस्ति, अतः चर्करितव्य इति गुणः भूत्वा वर्णनिर्णयमस्ति। चर्करितुं चर्करिता इति रूपम् इति अस्ति इति केवलं गुणः एव। आकारान्तः अस्ति चेदेव अतो लोप इति च इत्यस्य प्रसक्तिः, अन्यत्र तु केवलं गुणः एव। अस्तु, अरुणा भगिनी करोति वा? ऋकारान्तदातुः तातृ, ऋकारान्तदातुः तातृ, तातृ इतव्य तातरितव्य, अत्र गुण भवति ऋकार आर् भवति, तातरितव्य तातरितुं तातरिता एवमेव तातृ एव एवमेव इतव्य इतुं न न न तातरि अद्भुपदा दातु भगिनि शासक योगः इतव्य शासकितव्य, अत्र वर्णमेलनमेव अत्र अद्भुपदा दातु गुणाकारे नास्ति, शासकितुं शासकितृ, अत्र पुंलिङ्गे शासकिता शासकितृ शासकित्री भवति। इदुपदा धातुः लेलिक् इक्तव्य लेलिखितव्य, अत्रापि गुण भूत्वा पुगन्तलोगपद्यस्य गुण भूत्वा लेलिखितव्यं तव्य ये लेलिखितं लेलिखितृ लेलिखिता लेखलित्रि लेले उदुपदा धातुः मोमुद् इतव्य मोमुदितव्य अत्रापि गुणकार्यं मोमुदितुं मुदुतृ मोमुदितृ मोमुदित्री मोमुद्रिता इति पुंलिङ्गशब्दं रुद् उपधातुः वरीवृत् इतव्य वरिवर्तिवक्तव्य अविशिष्टधातूनां किमपि कार्यं नास्ति बाबन्धितव्य बाबन्धितव्य बाबन्धितुं बाबन्धितृ बाबन्धिता बाबन्धित्री भवति ख्यङ् प्रत्ययान्तधातूनां तव्यतुमुन् तृजन्तरूपसिद्धिः कस्य विभाषा इति सूत्रमस्ति तद् प्रभवमस्ति हलः प्रत्ययोः ख्यच् क्ययोङ्गोः प्रत्ययोः लोप वा स्यात् आर्धधातुके सूत्रं वदति विकल्पेन हल परः ख्यच् चयोः चङ् अस्ति चेत् लोपः भवति विकल्पेन निमित्तमस्ति आर्धधातुकप्रत्ययः समिध्य इतव्य समिदितव्य अन्नदरूपमस्ति तत्र यकारलोपः तदेव क्यच् क्यङ् प्रत्ययः यकारः खलु तस्य लोपः जातः प्रत्ययस्य लोपः हलः परः सो हलः परः दकारः हल् वर्णः तस्य परः य इति प्रत्ययः अस्ति तस्य आर्धधातुके परे इतव्य इति आर्धधातुकप्रत्यये परे तस्य लोपः भवति अतः समिदितव्य समिदितव्य इति सर्वेषां धातूनां तव्यत्वमुन् तृजन्त रूपसिद्धिः समाप्तः इति आसीत् सो अन्ते यदासीत् तत्तु सरलमेव क्यस् क्यश् क्यङ् इति प्रत्ययधातूनां तव्यत्वमुन् तृच् तत्र किमपि अधिककार्यं नास्ति हालः परयोः क्यच् क्यङ्गयोः लोपः क्यश् अत्र यकारलोपः भवति अत्रापि न भगिनि सत्यम् आं परन्तु अत्र अत्रापि यकारलोपः भवति तर्हि तत्रापि यथा वयं यस्य हलः इति अत्रापि भवेत् खलु खलु समिध्य इति भवेत् कुत्र अस्ति एतत् सूत्रसङ्ख्या यस्य हलः इति अग्रिम अस्ति 49 इति 6449 इति पूर्वम् अस्ति खलु तस्य अभवत् यस्य विभाषा इति अस्ति खलु पूर्वसूत्रमस्ति खलु अस्माभिः दृष्टं खलु यस्य हलः इति क्यस्य विभाषा 49 इति अग्रिमम् आम् अतो लोपः यस्य हलः क्यस्य विभाषा अस्तु असिद्धवत् अत्र बात् इति अत्र अस्ति रिलेशन् अत्रापि यदि यकारलो य शब्दः लोपः भवति तर्हि तथैव करणीयं खलु तत्र समेलितव्य इति भवेत् खलु अन्यथा समिद्ध इति भवति यदा यकारलोपः भवति एकनिमिष खलु तत्र समिध इति खलु समेद् इति भवेत् खलु तत्र किमर्थम् अतो लोपः न भवति? तदेव करणीयं, तदेव करणीयम् इति प्रायः यदा यस्य विभाषा इति तादृश एव करणीयम् इति अहं चिन्तयामि. विभाषा अस्ति खलु, विभाषा इत्युक्ते तादृश एव चिन्तयामि, अहं न जानामि, प्रायः तदेव खलु, अन्यथा समेदिति भवति खलु, समेदि सद्य. आम्, तत्रापि तद् प्रसक्तिः एव अस्ति खलु, ह्यस्य इति तत्र किमपि उक्तं वा इति पश्यामः. हा, काशिकायां ह्यस्य हल् उत्तरस्य विभाषालोपे लोपो भवति आर्धधातुके. समिद्धिता समिदिता दृषद्धिता दृषिदिता समिदात्मन इच्छति समिद् इव आचरति इति वा क्यच् क्यङ्गोः यथायोगं कर्तव्ये. तावदेव उक्तम्. अत्र तथैव करणीयम्, अन्यथा तत्र समिद् इति भवति चेत् अत्र सिद्धान्तम् अतोलोपः अस्ति, एकमस्ति विभाषा इत्यस्मिन् अतोलोपः भवति खलु, विभाषा इत्यस्मिन् अतोलोपः भवति एकं रूपं. यदा यया शब्दस्य लोपः भवति तदा कथं करणीयम् इति तत्र अतोलोपः अपि च ह्यस्य विभाषा इत्यनेन य सङ्घातयकारस्य लोपः इति तादृशं स्वीकरणीयं वा? समानमेव अत्र उक्तं, सिद्धान्तकौमुद्याम् उक्तं, हलः परयोः क्यस् क्यञ्जोः लोपः वा स्यात् अर्धधातुके, आदेश परस्य अतो लोपः, तस्य स्थानिवत् अल्लघुपदगुणो न, स्थानिवत्वात् लघु क्षम्यतां स्थानिवत्वात् लघुपदगुणो न समिदिता समिदिता. तत्र एकं वार्तिकमपि वार्तिकमपि उक्तं, मान्तप्रकृतिकसुबन्ताद् अव्ययाच च क्यच् न, तद् क्यच् विषये, तद् किमिच्छति इदमिच्छति स्वरिच्छति तद् क्यच् विषये, तद्विषयः नास्ति, एतदेव यद् पूर्वं पठितं तदेव अत्रापि फलः परयोः तत्र आदेशः सङ्घातयकारस्य लोपः, न तु केवलं यशब्द सङ्घातयकारस्य इति वक्तव्यं, तदा एव अतो लोपः इति भवति, अनन्तरं स्थानिवत् आदेश अनुवृद्धवति, सत्यं सर्वं भवति. प्रत्ययोः लोपः इति उक्तत्वात् प्रायः तत् त्यक्तवन्तः, परन्तु तदेव चिन्तनम् अत्र तु उक्तं खलु, तदेव आगच्छति अत्र समानम् आगच्छति, अन्यथा गुणः भवति खलु. सत्यम्. आम् आम् तत्तु भवति एव खलु, अन्यथा पूर्वं चिन्तितवान् कित् कित् अस्ति खलु, कित् नास्ति खलु, एतत् धातु अस्ति इदानीं समिध्य इति, किति प्रत्यये परे एव भवति गुणनिषेधः, नास्ति इदानीं कित् नास्ति खलु, इतुं गुणः स्यात् अतः इति तत् न भवति, इदानीं नास्ति खलु, इदानीं धातु अस्ति खलु, औपदेशिकधातु, सोरि आतिदेशिकधातु, आम् आर्धधातुकप्रत्यये परे एव खलु. सत्यम्. एतदेव सम्यक्, यदा पूर्वं चिन्तितं तदेव आगच्छति अत्रापि, अत्रापि उक्तं खलु, सम्यक्. अनेन अयं पाठः समाप्तः. वयं किञ्चित् आरम्भतः एकवारं पश्यामः किम् आसीत् इति, किमर्थं कव्यत्वमुन्त्रिचात् आगतम् इत्येव मार्गभ्रष्टः वयं जातः अद्य. तत्र चतुर्दशगणः यदा पूर्वं तदासीत्, आकारान्त अकारान्त आकारान्त इकारान्त इकारान्त सर्वं यदा वयं पूर्वतनपाठे पाठयामः. आम् सत्यं, गणवेदेन न भवति अत्र, तत्र अन्तिम अथवा उपदा स्वरं चिन्त्य करणीयम् अथवा उपदा खलु चतुर्दश गणः इति. आम् तत् गणेषु विभक्तः. आम् सत्यं, चतुर्दशवर्गाः. अनन्तरं धातूनाम् इडागमचिन्तनमस्ति, तत्र एकाच् उपदेशे अनुदात्तात् धातुः सेट् वा अनिट् वा, एतत् सर्वं तु गतपाठे अपि आसीत्, तत्र सर्वे सेटः क्षम्यतां सेट् अनुकूल प्रत्ययः प्रत्ययः सो तत्र सूत्रत्रयम् आसीत् प्रत्ययानाम् इडागमचिन्तनविषये, आर्धधातुकस्य इड् वलादेः नेड् वशीकृति तीतूत्रथ सिसु सर कसेषु इति सूत्रम् इति अपि अस्ति सीसुसरकसेषु तस्य तु वयम् अस्मिन् पाठे न दृष्टवन्तः खलु, दृष्टवन्तः वा 7-9 दृष्टवन्तः किं 7-9 अहं दृष्टवन्तः खलु तत्र न अस्मिन् पाठे केवलं चिन्तनं कृतवन्तः तत्र पूर्वं वयम् अस्माभिः दृष्टमासीत् अस्तु अतः तकारादि आर्धधातुककृत् प्रत्ययः तव्यत् तुमुन् तृच् इति तकारादि आर्धधातुकप्रत्ययः एते त्रयः कृदतिङ् इति सूत्रेण तिङ् वर्जितकृत् संज्ञकः तावानेव गतपाठस्य अस्य पाठस्य भेदः इति वदति. गतपाठे तु तास् इति प्रत्ययः आसीत् स्यतासी रूल् रूलुटोः इति सूत्रेण तास् प्रत्ययः लुट् प्रकारे, अस्मिन् पाठे तु तव्यत्तुमुन् तृच् इति कृदतिङ् इत्यनेन तिङ् वर्जितः कृत्संज्ञकः प्रत्ययः इत्येव, परन्तु प्रक्रियासाम्यम् अस्ति इति वदति. तृच् प्रत्ययस्य विषये वदति वा महोदय? तृच् प्रत्यय तकारादि अस्ति अतः तत्र वलादिः न वाषादि नास्ति अतः ईडागमयुक्त अस्ति अतः प्रत्ययविधानमस्ति सूत्रमस्ति नुल् तृचौ इति नुल् तृचौ इति सर्वेभ्यः धातुभ्यः नुल् तृच् विधीयते कर्तृ कर्तृत्वे भवति नूल् इति णित् अस्ति अतः वृद्धिः भवति अथवा उपादायाम् अथवा उपादायाः अथवा गुणः भवति पुगन्तर्गतवृत्ति. वकारस्य अक इति भवति वकारस्य व इत्यस्य इदानीं तत्र वयं जानीमः तत्र युवर्ण अकविशरण अक इति भवति अतः पट इति पाठकः इति तृचि इति तत्र तत्र एतदपि कर्तर्थे भवति अतः कर्ता इति तत्र पठिता कर्तृ धातुः कर्तृ एकं कृ एक तृश्य अस्ति खलु कृ धातुः अनिट् अस्ति गुणः न भवति क्षम्यताम् इरागम न भवति कर्ता कर्तारः कर्तारः इति पठिता पठितारः पठितारः इति त्रिचि एतत् कर्तृत्वे नौल् तृचौ इति सूत्रं सर्वेभ्यः धातुभ्यः भवति इति अस्ति इत्युक्ते कर्तरी कृत् इत्यनेन एव तत्र कर्तृत्वे एव तेषां सामान्यसूत्रमस्ति अनेन एव तत्र कृत्संज्ञकानां कर्तरत्वे भवति इति सामान्यमस्ति. समीचीनम् भगिनी भवती तुमुन् वदति वा तुमुन् प्रत्ययविधि तुमुन् इति तुमुन् क्रियायाप्या तुमुन् नुलौ क्रियायां क्रियार्थायां सूत्रं वदति एकक्रिया साधनार्थम् अपरस्य क्रिया उपपदिशति भविष्यदर्थे प्रथमक्रिया दातुतः तुमुन् च नुल् च प्रत्यये प्रत्ययो भवतः तदर्थम् एकस्य क्रियायाः साधनार्थम् अपरस्य क्रियायाः उपपदे सति भविष्यदर्थ प्रथमया धातुतः तुमन् नुल् तृत्पदे भवति क्रियायां क्रियायाम् उपपदे अत्र इमौ द्वौ प्रत्यये तुमुन् नुल् भविष्यदत्ते तुमुन् भावार्थे भवति नुल् कर्च नल् नुल् कर्तार्थे भवति तुमुन् तृच् तुमुन् भविष्य भावार्थे भवति नुल् कर्तर्थे भवति अत्र तत्र उपपदं सप्तमीस्थम् इति एकं सूत्रमस्ति तत् सूत्रमस्ति क्रियायां क्रियार्थायाम् उपपदसंज्ञा उपपद सप्तमीविभक्तौ भवति इति वक्तम् उदाहरणमस्ति पठितुं गच्छति इत्यस्मिन् पठनक्रियायाः साधनार्थं गमनक्रिया वर्तते अत्र गमनम् अस्ति पठनम् इति क्रियाया पदमस्ति क्रियार्थी अस्ति भगिनि गमनमिति क्रिया क्रिया अस्ति अन्यसूत्रमस्ति तत्र उपपदं सप्तमीस्थम् अन्य अपि कथनीयं भगिनि केवलं तत्र तत्र उक्तत्वात् यत् अत्र लिखितमस्ति तत्र उपपदं सप्तमीस्थम् इत्यनेन अत्र तु किमपि विषयः नास्ति एतेषु सप्तमीविभक्त्याः अर्थः अस्ति उपपदसप्तमी तेषु तत्र इत्यपि अन्वेति सतिसप्तमी इति अर्थे सो यत् सूत्रं धातोः इति सूत्रस्य अधिकारे उक्तं सप्तमीविभक्त्या निर्दिष्टपदस्य उपपदसंज्ञा भवति अपि च तत्र इत्यनेन तस्मिन् उपपदसंज्ञके पदे सति तद् सूत्रस्य विषये वदति सुमुन् नुवुलौ क्रियायां क्रियार्थायाम् इति सूत्रस्य विषये वदति तुमुन् नुवुलौ क्रियायां क्रियार्थायां सूत्रं वदति सूत्रे निर्दिष्टपदस्य उपपदसंज्ञा भवति तदनन्तरं तादृश पदस्य उपस्थितौ एव विहितं कार्यं विधीयते वदनेन अर्थमस्ति भोक्तुं प्रजति भोक्तुम् इति व्रजति इति उपपदसंज्ञा भवति आम् यदा इयम् इयं यजनक्रिया अस्ति तदा भुज्धातुतः तुमुन् प्रत्यय विधीयते अत्र उपपदसप्तमी अपि अस्ति सतिसप्तमी अपि अस्ति यदा सः गच्छति गच्छति सति इति अतः तत्र उपपदसंज्ञा अपि अस्ति सतिसप्तमी अपि अस्ति भोक्तुम् इति तत्र तुमुन् विधीयते तस्मात् कारणात् तुमुन् विधीयते क्रियार्था क्रिया इत्युक्ते किम् इति अग्रिमपरिच्छेदे उक्तमस्ति कस्याः अपि क्रियायाः साधनार्थं द्वितीया क्रिया यदा वयम् उपयोगं कुर्मः तस्य द्वितीयक्रियायाः नाम एव क्रियार्था क्रिया एकस्याः क्रियायाः साधनार्थम् अपरा क्रिया भोक्तुं गच्छति इत्यत्र भोजनक्रियायाः साधनार्थं वयं गमनक्रिया उपयोगं कुर्मः अतः गमनक्रिया क्रियार्था क्रिया भोक्तुं क्रियार्था गमनक्रिया इति तस्य गमनक्रियायाः उपपदसप्तमी प्रथमा क्रिया भविष्यत्काले अस्ति इति उक्तम् अग्रे एव खलु भोक्तुं सः गतवान् अतः गच्छति अतः भोक्तुम् इति भविष्यत्कालार्थे किमर्थम् इत्युक्ते तत् क्रिया सा क्रिया न आरब्धा भविष्यत्काले भवति तदेव पुनः पुनः उक्तं व्यक्तीकरणार्थं दस्यां दशायां प्रथमक्रियायाः व्यक्तीकरणार्थं यः धातुः अस्ति तस्मात् धातोः तुमुन् अथवा नुवुल् निवुल् अपि भवितुम् अर्हति भोक्तुं व्रजति इति एव भोजको व्रजति इति नुवुल् प्रत्ययः अत्र बोधकः व्रजति इति अस्ति, तथा सन्दर्भं दृष्ट्वा एव तत्र भविष्यत्काले अर्थे वा अथवा सामान्यकात्रे अस्ति वा नवृत्तिचौ इत्यनेनैव अस्ति वा इति तत्र सन्दर्भ दृष्ट्वा एव अवगन्तुं शक्यते, न तु केवलं सामान्यवाक्येन वयं अवगन्तुं न शक्नुमः। आम् सत्यं, तदा इदानीमपि सः खादन् अस्ति इति अपि भवितुम् अर्हति। भोजकः ये कर्ता अस्ति सः गच्छति इति सामान्य अर्थः अस्ति, अग्रे एक भोजकः गच्छति इति अग्रे खादितुं गच्छति इति अर्थः, अनेन तत् सन्दर्भः दृष्ट्वा एव वक्तव्यं भवतः। तदपि अत्र लिखितमस्ति भोजको व्रजति इत्युक्ते गच्छति, गत्वा च खादकः भविष्यति, अधुना खादकः नास्ति। यदा विद्यार्थी विद्यालयं गच्छति इत्युक्ते सः विद्यालयं गत्वा एव विद्यार्थी भवति, इदानीं तु सामान्य बालकः इति खादिष्यति इति भोजकः गच्छति, खादिष्यामि इति चिन्तयितुं भोजकः, इदानीं तु सामान्य एव भोजकः भोजिका भोजकम् इति तत् स्नुवुल् तृचौ अस्तु, एतत्तु अवगतम्। तावदेव खलु, तत्र केवलं तत्र तुमुन् इत्यत्र नकारस्य तत् सर्वं दृष्टमेव, हलन्त्यम् इति संज्ञा, उकारस्य उपदेशे अनुनासिक तुम् इति एव अवशिष्यते। अव्ययसंज्ञा किमर्थम् इति अव्ययसंज्ञा भवति। अग्रे महोदय, तत्र अग्रे आम् किमस्ति अत्र एकनिमिष, दृशिधातोः द्रष्टुम् अत्र द्रष्टुम् इत्यस्य किमस्ति इति निदर्शने कृष्णं द्रष्टुं याति इति, कृष्णं द्रष्टुं याति इति तत्र दर्शनार्थं गच्छति, अग्रे तस्य दर्शन भविष्यति, दर्शनक्रिया अस्तु गमनक्रिया अस्ति, याति इति गमनक्रिया अस्ति, तस्य प्रयोजनम् अस्ति दर्शनक्रिया सिद्धिः इति, अतः याति इति क्रियार्था क्रिया इति अस्ति खलु, क्रियार्था क्रिया याति इति याति इति तस्मिन् उपपदे सति तत्र दृष्टातोः तत्तुमुन् प्रत्यय विधीयते, द्रष्टुम् इति भवति, तद्द्रष्टुम् इत्यस्य कथं वा द्रष्टुम् इति उपदायां ऋकारः अस्ति, तस्य गुणः न भवति वा इति प्रश्नः, अत्र त्रिजिदशोः जलि अम् अकिति इति सूत्रेण तत्र अमादेशः भवति, अतः अनन्तरं द्रष्टुम् इत्यस्य ऋका रि इति स्वरः अनन्तरम् अकारः भवति खलु, तत्र अनन्तरं तत्र यणुसन्धिः भवति खलु, इत्यस्य यणुसन्धिः भवति, अतः रेप एव अत्र इति भवति, द्रष्टुम् इति रूपं भवति इति त्रिजिदशोः जलि अमकिति, सृज् अपि दृशधातोः अमादेशः भवति, झलि अकिति प्रत्ययपरे इति अस्ति। अग्रिमसूत्रमस्ति समानकर्तृकेषु तुमुन् इति, तत्र इच्छार्थे सामान्य तत्र इच्छार्थेषु समानकर्तृकेषु तुमुन् इति, समानकर्तृकेषु तुमुन् इति सूत्रमस्ति, येषां कर्ता समानः तादृश इच्छार्थकधातूनाम् उपस्थितौ च तेषाम् उपपदसंज्ञायां सत्यां धातोः तुमन् प्रत्ययः भवति इति अस्ति अत्र इच्छार्थेषु, अत्र क्रियार्था क्रिया इति तादृश चित्रं नास्ति, इच्छार्थेषु तत्र देवदत्तः इच्छार्थः इच्छार्थे दातव किम् इति, तत्र देवदत्तः इच्छति भोक्तुं, देवदत्तः कामयते भोक्तुं, देवदत्तः वाञ्छति भोक्तुं, देवदत्तः वष्टि भोक्तुं, येषु वाक्येषु इच्छार्थकदातवः सन्ति, इच्छति कामयते वाञ्छति वष्टि इति वष् धातुः वष् कान्तो नास्ति वा एतद् वष्टि इति चिन्तितवान् वष्कान्त इच्छा एव वष्ट पश्यामि वष्कान्तौ अदादिः टु विश् टु लाङ्ग् फार् टु डिसैर् वष्टि एतादृशे सामानकर्तृकेषु तत्र इच्छार्थेषु इति अस्ति अत्र इच्छार्थेषु तत्र भवेत् तत्र तदा तत्र तुमुन् प्रत्ययः भवति इति अस्ति सो क्रियार्था क्रिया अस्ति चेदपि तुमुन् भवति इच्छार्थे अपि क्रियार्थक्रिया नास्ति अत्र क्रियार्थ प्रयोजनम् अस्ति वा इति न जानीमः खलु तत्र केवलम् इच्छा एव अस्ति तत्र प्रयोजनं करोति वा इति तादृशचिन्तनं नास्ति तत्र तत्र अस्ति क्रियार्थक्रियायाम् अग्रे गत्वा खादनक्रिया अपि भवति भोक्तुं गच्छति इत्यस्मिन् खादनक्रिया अग्रे भविष्यति परन्तु भोक्तुमिच्छति इत्यस्मिन् वाक्ये वयं न जानीमः अग्रे गत्वा खादति वा इति अन्ये अपि खादितुम् पठितुम् इच्छति इति वयं दृष्टवन्तः पठन इच्छा एव पठनक्रिया भवति वा इति न अग्रे न जानीमः तादृश अर्थभेदः सूक्ष्म अर्थभेदः भवति इति प्रश्नः उदेति किमर्थमत्र समानकर्तृकेषु उक्तं किन्तु तुमुण्णूलौ क्रियायां क्रियार्थायाम् इति सूत्रे नोक्तम् इति उक्तम् उभयत्र समानकर्तृत्वं वर्तते बालकः पठितुं गच्छति इति वाक्ये अपि यः पठिष्यति स एव गच्छति उत्तरमस्ति यदत्र अन्यथा बोधः न जायते तत्र क्रियार्थायां क्रियायाम् अन्यथा बोधः न जायते परन्तु देवदत्तः इच्छति भोक्तुम् इत्यस्मिन् वाक्ये भवितुमर्हति अन्यथा बोधः भवितुमर्हति यत् देवदत्तः इच्छति यत् अन्यः कोऽपि खादेत् इति अतः तादृशस्थितेषु तत्र तुमुन् प्रत्ययः न भवति यत्र इच्छा अस्ति अपि च भोजनक्रिया अस्ति तत्र भवितुमर्हति यत् भिन्नकर्तृत्वं तत्र भवितुमर्हति यत् भिन्नकर्तृत्वं स्यात् अतः तत्र भवति तथा भवति चेत् भिन्नकर्तृत्वं भवति चेत् तुमन् प्रत्ययस्य व्यवहारः न भवेत् इति कृत्वा अत्र क्रियार्थायां क्रियायां तत्र समानकर्तृकेषु इति उक्तं परन्तु तुमुण्णूलो क्रियायां क्रियार्थायां तत् स्पष्टमस्ति यथा कृत्वा समानकर्तृत्वं वर्तते एव अतः तत्र समानकर्तृ इति न उक्तम् इति दत्तम् सत्यं तत्र न आवश्यकमस्ति सः एव करोति कार्यद्वयमपि सः एव बालकः इच्छति अन्यः कोऽपि खादेति तादृशमपि भवितुमर्हति अतः तत्र तादृशसन्दर्भे तत्र तुमुन् व्यवहारः न भवति इति दत्तम् अग्रे अक्रियार्था उपपदार्थ उपपदार्थम् एतत् क्रियार्थ क्रिया नास्ति इच्छा क्रिया नास्ति खलु इच्छा इति क्रिया नास्ति इच्छा अस्ति परन्तु तादृश किमपि तत्र अन्यानि कार्याणि न नास्ति मनसि एव भवति क्रिया सिद्धान्तकौमुद्यां सत्यम् सिद्धान्तकौमुद्याम् उक्तं यत् अक्रियार्थ उपपद एतत् अनेन बुद्धं यत् तुमुण्णुलो क्रियार्थक्रियामि सूत्रेण क्रियार्था क्रिया उपसंज्ञका अस्ति चेत् एव धातौ तुमुन् प्रत्यय विधीयते किन्तु समानकर्तृकेषु तुमुन् इति सूत्रेण क्रियार्था क्रिया नास्ति चेदपि इच्छार्थक उपपदसंज्ञका क्रिया अस्ति चेत् धातौ तुमुन् प्रत्यय विधीयते इच्छार्थकक्रिया एतत् अक्रिया अस्ति इच्छार्थक्रिया तत्र किमपि कार्यं न भवति मानसिककार्यमेव अस्ति इति कृत्वा अक्रिया इति उक्तं प्रायः सत्यम् अतः सन्दर्भद्वये तत्र तुमुन् विधीयते तुमुन् क्रियायां क्रियार्थायां समानकर्तृकेषु तुमुन् हा इच्छा अस्ति चेत् इच्छा भगिनि भवती अग्रिमं वदतु शकादृश एकादृशग्ना ग्ला घट रभ लभ क्रम सह अर्ह अर्ह अर्हास्तेषु तुमुन् अत्र दश शब्दाः सन्ति शक दृश ज्ञा ग्ला घट रभ लभ क्रम सह अर्ह इति अनन्तरं तेषु उपपदेषु धातोः तुमन् प्रत्यय विधीयते. उदाहरणमस्ति विग्रहवाक्यमस्ति अस्ति इति अर्थः येषां ते अस्तप्पः बहु गृहीतः. उदाहरणमस्ति शक् धातु शक्नोति भोक्तुं दृष्णति दृष्णोति भोक्तुं खादनार्थं प्रवीणः जानाति भोक्तुं खादनार्थं प्रवीणः गल्याति भोक्तुं खादनार्थं ग्लायति खादनार्थं असमर्थः गतते भोक्तुं खादने योग्यः आरभते भोक्तुं लभते भोक्तुं भोजनप्राप्तिः प्रक्रमते भोक्तुं खादनस्य आरम्भं करोति सहने भोक्तुम् अर्हति भोक्तुम् अस्ति भोक्तुं भवति भोक्तुं विद्यते भोक्तुम् इत्येवमेव. अत्र एकः मतभेदः अस्ति किम् इति चेत् अर्थेषु इति अंश सर्वपदानि अन्वेति वा न इति प्रश्नः केवलम् अस् धातोः. सिद्धान्तकौमुद्यां भाष्यकारः वदन्ति यत् अन्वयोः भवति अस्ति इत्यस्मिन् एव परन्तु अन्यवैकरणाः वदन्ति सर्वे अर्थेषु इति अन्वेति इति अन्वेदमस्ति न पश्यामि निवेदयितुम् इति निदर्शनं विद् धातुः ज्ञानार्थे अपि यथा न च वेद सम्यक् दृष्टं न सा अधिकतं अर्थं किं भगिनि विद्युत् ज्ञानार्थे न च वेद सम्यक् द्रष्टुं न सा पश्यामः. सूत्रसङ्ख्या वदतु भगिनि. खलु द्रष्टुं न पारयामि निवेदयितुं पारयिष्यस्य स्टाण्डर्ड् आथर् आर् इन्स्टेन्सस् फ्रम् स्टाण्डर्ड् आथर् सिमिलर्लि विद् टु नो केनाट् बि यूस् वित् एन् इन्टर्नेट् बट् न च वेद सम्यक् द्रष्टुं न सा आर् इत्युक्ते ऋग्वेद इति वा एम् आर् किमस्ति तत् पश्यामः. रघुवंशात् अस्ति अस्तु अर्थः कः 6:30 रघुवंश वेदस्मिन् स्पष्टं यथा इति निजातम् निर्देश सम्यक् अत्र अन्यकरणायाः व्याकरणाः वदन्ति अर्थेषु इति सर्वे उक्तेषु धातुतः अन्वयः प्राप्तः भवति केवलम् अर्थेषु इति नास्ति अन्येषु अर्थेषु दृष्णोति इति अर्थे ज्ञा इति अर्थे ला इति अर्थे इति तादृशधातुः अस्ति चेत् तस्मिन् अर्थे विधुधातुः ज्ञानार्थे न च वेद सम्यक् द्रष्टुं न सा इति तत्र एतत्तु 6.30 रघुवंशात् अथ कुमारी अङ्गराजा चक्षुः अवतार्य जन्यां याहि इति अवदत् असौ न काम्यः न सा द्रष्टुं सम्यक् न वेदना हि लोकः भिन्नरुचिः अस्ति देन् द प्रिन्सेस् अवर्टिङ्ग् हर् गेज़् फ्रम् द किङ्ग्स् आफ् अङ्गा टोल्ड् हर् ब्रैड्स्मेड् लेट् अस् गो इट् वास् नाट् दट् हि वास् अन्डिसैरबल् नार् दट् शि डिड् नाट् नो हौ टु जड्ज् प्रापर्लि इण्डीड् पीपल् हेव् डिफ्रेण्ट् टेस्ट् इति अर्थः उक्तः सौ न स सा द्रष्टुं सम्यक् न वेदन सम्यक् न अथवा अन्डिसैरबल् इति उक्त नाट् दट् शि नाट् नो हौ टु जड्ज् प्रापर्लि वेद इत्युक्ते टु नो एव खलु एतद् वेब्सैट् सम्यक् ज्ञा इति उक्तम् अतः तत्र विद् अपि भवति ज्ञा इति विद् अर्थस्य अपि विद् विद् अपि ग्रहणं भवति तस्य ज्ञानार्थे विद् धातुः विद् धातुः सत्यम् एतद् वेब्सैट् अपि सम्यक् अस्ति असर्थे वर्तते इति वृत् धातुः अपि भवितुमर्हति खलु सत्यम् भोक्तुं वर्तते इति वक्तुं शक्यते खलु भोक्तुं वर्तते वर्तते इति भोक्तुं विद्यते अतः तद् भिन्नार्थे अपि भवितुम् अर्हति केवलम् अर्थ अस् धातोः विषये इति न अन्येषामपि इति एतत् सान्स्क्रिट् साहित्य डाट् आर्ग् इति अस्ति एतद् अस्माकम् अष्टाध्यायी डाट् काम् इव अहं तु प्रथमवारं तदस्ति संस्कृतसाहित्यः सर्वं अतः लिङ्क् अपि तत्र तस्मिन् अष्टाध्याय.com इति योजितम् संज्ञायां जन्या इति यत् प्रत्ययान्तनिपातः इत्युक्ते तद् तत्र गच्छति सर्वेषाम् अर्थ नास्ति सर्वेषां काव्यानि अस्ति तत्र अमरशतकं ऋतुसंहारं कादम्बरी किरातार्जुनीयं कुमारसम्भवन इत्यादि पट्टिकाव्यं मेघदूतम् अस्ति तत्र सर्वेषां तत्र सर्वेषां श्लोकानां नास्ति केचन उक्तवान् दृष्टवान् आसीत् क्रमेण सत्यं सत्यं सम्यक् अस्ति भगवद्गीता अपि अस्ति इति अर्थः तस्य तदेव अर्थः अस्ति व्याकरणमतभेदः दृष्टवन्तः आं महोदय अग्रिमं पर्याप्तिवचनेषु पर्याप्तिवचनेषु अलमर्थेषु इति सूत्रमस्ति 3466 सामर्थ्यवाचकेषु परिपूर्णतावाचकेषु उपपदसंज्ञकेषु शब्देषु धातुः तुमुन् स्यात् इति अस्ति तत्र अनेन सूत्रेण सुबन्तः तुमुन् व्यवहारस्य कारणं भवति सुबन्तः अपि तुमुन् व्यवहारस्य कारणं भवति यथा युवकः कार्यं कर्तुं कुशलः इति पर्याप्तिवचनेषु अलमर्थेषु इति अस्ति तत्र दत्तमस्ति उदाहरणानि पर्याप्तः भोक्तुम् इति पर्याप्तिवचनेषु प्रवीणः भोक्तुम् इति कुशलः भोक्तुम् इति तत्र पटुः भोक्तुम् अनेन कर्तुः सामर्थ्यम् उच्यते खादने पर्याप्तः प्रवीणः कुशलः पटुः ये शब्दाः सामर्थ्यवाचका च परिपूर्णतावाचका च तदर्थं सूत्रे शब्दद्वयमुक्तं पर्याप्तिवचनेषु अलम् अर्थेषु इति द्वयोपि आवश्यकता अस्ति इति अस्ति पर्याप्तिवचनेषु अलम् अर्थेषु इति अत्र एकमस्ति अत्र द्वयोः पदयोः दलसार्थक्यं सार्थकचिन्तनमस्ति एवमस्ति पर्याप्तवचनेषु किम् इति अलं भुक्त्वा इति अलं भुक्त्वा इति तत्र अर्थः नास्ति खलु तत्र पर्याप्तिवचने अलमर्थेषु इत्यस्मिन् पर्याप्तवचने इति पदम् अतः अस्ति येन पर्याप्तवचनम् अतिरिच्य अलमर्थे उपपदे सति सुमन्विधानं न स्यात् अतिरिच्य अलमर्थे उपपदे सति सुमुन् विधानं न स्यात् नाम निषेधार्थक अलं शब्दस्य अत्र व्यवहारः न भवेत् पर्याप्तिवचन इत्युक्ते अलम् इति अत्र तेषां सहयोगः अस्ति अतः ते पर्याप्ति इति अलम् इति तत्र तादृशार्थः स्वीकरणीयं न तु निषेधार्थः तत्र सहचर्यात् वा तादृशचिन्तनं करणीयं वा पर्याप्तिवचन अलम् इत्यस्मिन् अर्थे न विधीयते अलम् इति यद्यपि मा इति अस्ति परन्तु पर्याप्तिवचनेषु अलमर्थेषु इति उक्तत्वा सहचर्यात् तस्मिन् अर्थे एव करणीयं न तु अलं भुक्त्वा इत्यस्मिन् मा खादतु इत्यस्य अनिष्ट इत्यर्थे भवति अलं सत्यं तदपि द्रष्टव्यम् अतः अलम् इत्यस्य तत्र द्वितीयायां पञ्चमी वा चतुर्थी वा उपपदसंज्ञा भवति खलु चतुर्थी तत्र द्वितीया इत्यस्य तु निषेधार्थे रावणाय अलम् इति भीमः दुर्योधनाय अलम् इति अत्र पर्याप्ति पर्याप्ति समर्थः इत्यर्थः चतुर्थी एव खलु भीमः योद्धुम् अलम् इति भवति खलु योद्धुम् अलम् योद्धुम् अलम् इति भवति वा अलं योद्धुम् इति योद्धुम् अलम् इति अलं योगे पश्यामः अलम् इति अलम् इति पर्याप्त अर्थग्रहणं पर्याप्त अर्थः भवति अलम् इति पर्याप्त योद्धुम् अलं दुर्योधनं निषेधार्थे द्वितीया अलं तृतीया भवति खलु अलं कलहे अलं कोलाहलेन इति तृतीया खलु अलं तृतीया भवेत् खलु तृतीया अपि चतुर्थी अलं कोलाहलेन न तु द्वितीया तु दिक् योगे द्वितीया वा आम् अलं कोलाहलेन इति तत्र तृतीया भवेत् खलु अलं सत्यम् अलं कोलाहले मा इत्यस्मिन् अर्थे तृतीया इति चिन्तयामि कुत्र इदानीं मनसि तृतीया एव एतत्तु सम्यक् एव पर्याप्तवचनेषु चतुर्थी तत्तु सम्यक् द्वितीया वा तृतीया अलं कोलाहलेन इति अलम् तृतीयपादे खलु द्वितीयाध्यायः 2.3 एतत् अलं टु 2.3.13 2.3.13 इति एतत्तु वार्तिकमेव आसीत् नाम स्वस्ति सदा अलम् इति अस्ति अत्र तत्र एकं तत्र चतुर्थी सम्प्रदाने दैत्येभ्यः हरिः अलम् इति अस्ति अत्र शक्तः इति अर्थः तत्र अलम् इति एकं तृतीय तृतीया पश्यामः तत्र तृतीया अग्रे आगच्छति खलु प्रदानीम् इत्थं लक्ष्यं कर्म तृतीया इति अहं न जा अहं जानामि स्पष्टतया अहं मनसि अस्ति तत्र तृतीया केन सूत्रेण इति न जानामिलाहलयम् इति एकं पश्यामः अग्रे प्रायः एतत् गीतासोपान द्वितीयपुस्तके आगच्छति खलु प्रथमपाठः आमां तदा आसीत् मम पार्श्वे तदोपन् सोपानम् अलं कोलाहलेन इति तत्र एव उदाहरणमपि आसीत् गीता सोपानम् भवां प्रति सह विना विना पूर्वपर ऋते सदृश अलम् अलं विषादेन अलं कुदृष्ट्या अलं कार्पण्येन अलम् इति पर्याप्तार्थे अपि प्रयुज्यते तत्र तु चतुर्थी भवति भीमः दुर्योधनाय अलं भीमः दुर्योधनस्य निग्रहेण समर्थः अस्ति तृतीया अथवा चतुर्थी अलं प्रतिषेधे इति अस्ति अतः अलं प्रतिषेधे काशिकायाम् एकनिमिष काशिका अस्ति कुत्र अस्ति पश्यामि दिक् योगे एव द्वितीया अलं योगे तृतीया तृतीया अण्ड् चतुर्थी पर्याप्तार्थे चतुर्थीकेन सूत्रेण भवति सूत्रं तु न जा प्रायः कारकपुस्तके भवेत् खलु अष्टाध्याय अन्वेषण इति खलु तत्र अलम् इति तत्तु कृतवती तत्तु कृतवती तदेव नमस्वस्ति तदेव आगतम् एकमेव आगतं नमस्वस्ति एव आगच्छति पश्यामि तत्र कारकपुस्तकमस्ति तस्मिन् अस्ति वा इति पश्यामि अवश्यं भवेत् उपपदं खलु उपपदमां सत्यम् कलमर्थेषु इति पर्याप्तिवचनेषु एव तत्र उपपदेषु तत्र भवति इति ततो सामर्थ्यं खादने पर्याप्तः प्रवीणः कुशलः पटुः इति ये शब्दाः सामर्थ्यवाचकः परिपूर्णवाचकाः तदर्थं सूत्रेषु शब्दद्वयम् उक्तम् इति उक्तम् अलं भुक्त्वा इति अत्रापि मा इति अलम् अलं भुक्त्वा इति तत्र त्वा प्रत्ययः निषेधार्थे एव भवति वयं न पठितम् अस्माभिः इदानीम् अलं भुक्त्वा इति अलं भुक्त्वा इत्युक्ते मा खादतु इति अलं भुक्त्वा तुमुन् न विधीयते अतः त्वान्तं विधीयते वा तदपि द्रष्टव्यं खलु त्वा केन किमर्थम् त्वा किमर्थम् इति तदपि क्रियायां खलु तत्र क्रियाद्वयं पूर्वकाले पूर्वकाले समानकर्तृकेषु तदपि खलु पूर्वक खलु पूर्वकाले. परन्तु अर्थः प्रायः पर्याप्त यत्र तुमुन् न विधीयते तत्र आगच्छति वा निषेधार्थे इति द्रष्टव्यम्. अग्रे अलमत्तेषु किम् इति पर्याप्तं भुङ्क्ते पर्याप्तिवचनेषु अलमत्तेषु इत्यस्मिन् अलमत्तेषु इति दलम् अतः अस्ति अस्ति येन सामर्थ्यम् अतिरिच्य पर्याप्तार्थे उपपदेशति तुमुन् विधानं न स्यात्. अतिरिच्य सामर्थ्यम् अतिरिच्य पर्याप्तार्थे उपपदेशति तुमुन् विधानं न स्यात् इति पर्याप्तं भुङ्क्ते इति सामर्थ्यम् अतिरिच्य भुङ्क्ते इति अर्थः वा? सामर्थ्यम् अतिरिच्य पर्याप्तार्थे उपपदेशति तुमुन् विधानं न स्यात् पर्याप्तं भुङ्क्ते इति पर्याप्तं भुङ्क्ते तत्र अधिकम् अधिकं भुङ्क्ते बहुवर्तकः बहुवर्तकः पर्याप्तशब्दस्य अत्र व्यवहारः न भवेत्. किमर्थम् इत्युक्ते पर्याप्तं भुङ्क्ते नाम बहु खादति इत्यस्मिन् अनिष्टार्थे आगच्छति. बहु खादति अत्र अलम् अत्र पर्याप्ति अलम् अर्थेषु इति तत्र तादृश सामर्थ्य इति तत् तत्रैव भवेत् कुशलः इति तदेव पर्याप्त इनफ् इति अर्थे नास्ति. इनफ् इति अर्थे अस्ति न तु अधिक इति अर्थे. आं सत्य अधिकार्थे अपि अधिकार्थे तत्र पर्याप्त इति भवति इति पर्याप्तस्य अपि भवति तत्र तत् तादृश अर्थः तत्र न भवति सुमन् प्रत्ययः. पर्याप्ति वचनेषु अलमर्थेषु इति सूत्रेण वयं ज्ञातवन्तः. अग्रे केपबिलिटि एबिलिटि फुल्नेस् इति अर्थे पर्याप्ति मीन्स् इति उक्तम् केपबिलिटि एबिलिटि फुल्नेस् भगिनि अत्र अत्र द्वयोः पदयोः दलसार्थकचिन्तनम् अर्थं किं दलसार्थ किम् अर्थं भगिनि? दलसार्थक्यम् इत्युक्ते तत्र सूत्रे पर्याप्तिवचनेषु अलमर्थेषु इति तत्र पदानि सन्ति खलु दलानि इति वदामः धातोः तुमुन् प्रत्ययः परस्य पर्याप्तिवचनेषु अलमर्थेषु एकमेकं दलं स्वीकृत्य तस्य सार्थक्यं तद् सम्यक् अस्ति वा किमर्थम् एतद् दलं योजितवन्तः यदा वयं तत् त्यजामः कः अर्थः भवेत् इति तत् चिन्तनमेव दलसार्थक्यचिन्तनम् इति. दल इस् पदम् एकमेकं पदम् स अर्थक सार्थक्यचिन्तनम् यत् इति प्रत्ययः वा महोदय अत्र सार्थक्य इति सार्थक्यम् इति शन् प्रत्ययः पश्य अर्थक स अर्थक सार्थक सार्थक्य तत्र इति प्रत्ययः खलु तत्र तत्र अत उपादायकार्यं करणीयं खलु नीत यत् इति प्रत्ययः न भवति खलु शै इति क्षम्यतां शै इति तदितप्रत्ययः खलु सार्थकस्य भावः सार्थकस्य भावः शै एव सार्थक्यम् इति सौन्दर्यं सुन्दर स अर्थ सार्थकस्य भावः सार्थक्यम् नित् इति कृत्वा आदिवृद्धिः भवति अतः तत्र चै इति ञकार अस्ति आदिवृद्धिः तत्र भगिनी भवति अपि वदति वा अग्रिमसूत्रं किम् इति. अतः एतावता वयं चत्वारि दृष्टवन्तः खलु सूत्राणि आम् कालसमयवेलासु अपि वदतु कालसमयवेलासु तुमुन् कालसमयवेला इव कालार्थवाचकशब्देषु उपपदेषु धातोः तुमुन् स्यात्. कालादिषु उपपदेषु धातोः तुमुन् प्रत्ययो भवति इति काशिका. अनेन सूत्रेण अपि सुबन्ताः तुमुन् व्यवहारस्य कारणं समयः खलु नानभोजने सेवितुं तत्रुपपदं सप्तमीस्तम् इत्यस्य बलेन कालसमयवेलासु इत्यनेन ये शब्दाः सूचितः तेषाम् उपपदसंज्ञा भवति कालसमयवेलासु इत्यस्य सप्तमी विभक्तित्वं च तत्र इत्यनेन तेषाम् उपस्थितौ एव धातुमात्रात् तुमन् प्रत्यय विधीयते कालस्थ समयश्च वेला च तेषाम् इतरेतर द्वन्द्वः कालसमयवेलाः तासु कालसमयवेलासु कालसमयवेलासु सप्तमन्तं तुमुन् पदभान्तं द्विपदमिदं सूत्रं प्रत्ययः परश्च धातोः इत्येषाम् अधिकारः अनुवृत्तिसहितसूत्रं धातोः तुमुन् प्रत्यय परश्च कालसमयवेलासु सूत्रं वदति कालसमयवेला अप्तेषु शब्देषु उपपद धातु उपपदे धातोः तुमन् प्रत्यय विधीयते इति काशिकायामपि तत् कालादिषु उपपदेषु धातोः तुमुन् प्रत्यय विधीयते अत्र समय इति न दत्तं केवलं कालादिषु उपपदेषु धातोः तुमुन् प्रत्यय भवति इति काशिकाने उक्तम् उदाहरणार्थे समयः खलु स्नानभोजनसेवितुं समयः खलु स्नानभोजने सेवितुम् अत्र उपपदं सप्तमीस्तं अस्मिन् वाक्ये उपपदं सप्तमी विभक्त अस्ति कारणेन बलेन कालसमयवेलासु इत्येन ये शब्द असूचिताः शब्दाः तेषाम् उपपदसंज्ञा भवति अनुमुचसूत्रं वदति धातोः तुमुन् प्रत्ययः परश्च कालसमयवेलासु कालसमयवेलासूचि अर्थेषु उपपदमस्ति चेत् तुमुन् विधीयते धातोः तदेव सूत्रं वदति अनेन सूत्रेण तुमुन् प्रत्ययः भविष्यति अपि नास्ति क्रियार्थं क्रिया अपि नास्ति उदाहरणमस्ति कालौ भोक्तुं समयः भोक्तुं वेला भोक्तुम् उचितसमयः आगतः खादनार्थम् इत्यर्थः अन्य उदाहरणानि समानार्थकेषु पदेषु अपि भवति उदाहरणमस्ति अनेह भोक्तुम् इति अवसरोः अयम् आत्मानं प्रकाशयितुं नाम स्वस्य सामर्थ्यप्रदर्शनार्थम् उचितसमयः आगतः अत्र समानार्थ अत्र अस्ति इति कालं सूचयति इति सम्यक् अस्ति इति अस्ति वदति इति अहं मन्ये अवसरः अयम् आत्मानं प्रकाशयितुम् समयः आगतः इति तादृश अर्थेषु अनेह भोक्तुम् इत्युक्ते कालः एव अपरेषु समानार्थकपदेषु अपि केवलं कालः समयः वेला इति न समानार्थकपदेषु अपि तत्र तुमुन् विधीयते इति वदति अवसरार्थे अयं तुमुन् व्यवहारः भवति अपरेषु स्थलेषु न भवति कालः पचति भूतानि केवलम् अवसरः अस्ति चेदेव तत्र तुमुन् विधीयते अन्येषु स्थलेषु न भवति भूतानि कालः पचति भूतानि युक्त कालो भोजनस्य प्रापर् टैम् टु ईट् कालः भक्षति भूतानि इत्युक्ते टैम् डिवोर्स् आल् क्रीचर्स् द सेन्स् आफ् डैरेक्षन् इस् अण्डर्स्टूड् इन् द सूत्र तत्र तुमुन् न विधीयते केवलं तत्र समयः का टैम् टु ईट् इति अर्थे तादृशेषु अर्थेषु एव टैम् टु शो मैसेल्फ् अवसरोऽयम् आत्मानं प्रकाशयितुं तादृशेषु स्थलेषु एव तुमुन् विधीयते अप्राप्रियेट् टैम् तत्र एव तुमुन् अन्यस्मिन् अर्थे कालः इति पदम् अस्ति चेदपि तत्र तुमुन् न विधीयते कालः इति कर्ता सा पचति भूतानि पचति आम् सा भूतानि पचति तत्र तु सुमुन् न भवति समय अर्थः नास्ति सत्यम् सव्यत् प्रत्ययः विधिसूत्राणि सम्बन्धसूत्राणि तद्वदति वा भगिनि सव्यत्तव्यनीयरः तव्यद्वयनीयरः धातुतः तव्यत्तव्य अमेयर् च प्रत्ययः भवन्ति तव्यच्च तव्यश्च अनेयर् च तेषाम् इतरे द्वन्द्वः तव्य तव्यत्तव्यनीयरः तव्यद्दव्यनीयरः पदमान्तम् एकं पदं सूत्रं प्रत्ययः परश्च धातोः एतेषाम् अधिकारः अनुवर्तिसेत् सूत्रं धातोः तव्यत्तव्य अनीयरः प्रत्ययः परश्च अधुना तुमुन् द्वितीयकसूत्राणि उक्तम् अधुना तव्य अत्र केवलं तव्यत् नास्ति तव्य तव्यः अनेयर् अनेयर् प्रत्ययः धातुतः विधीयते तव्यत् प्रत्यय हलन्त्यम् इत्यनेन तकार संज्ञा यस्मात् तव्य अवशिष्यते तद् अद्यं प्रत्ययः तित् अन्यः च तव्यप्रत्ययः तित् न ओके अत्र तव्यत्तव्यः अत्र तव्यत् इति तित् प्रत्ययः तकारलोप भवति तव्यत् इति अन्य तव्य अत्र तित् नास्ति तित्तस्य प्रत्ययः तित् न तव्यत् प्रत्ययः तित् इत्यतः तित् स्वरितम् इति सूत्रेण तस्य आदिस्वरः स्वरति भवति स्वरितः भवति स्वरितः भवति कृत् प्रत्ययः षित् चेत् तिंषित् सार्वधातुकम् इत्यनेन सार्वधातुकसंज्ञा भवति षित् भिन्न चेत् आदुधातुकं शेषः इत्यनेन आदुधातुकसंज्ञा इति त्रयः प्रत्ययाः षित् भिन्नाः इति कृत्वा आदुधातुकसंज्ञकाः तव्यच्च तव्यच वलादिप्रत्यये न तु वशादौ इत्यतः आदुधातुकषड्वलादेः नेड् वशीकृति इत्यभ्यां द्वौ अपि इदनुकूलौ अनेयर् प्रत्ययः वलादे न इत्यतः तस्य इडागमः न कदापि भवति अत्र तव्यत् अनुबन्ध निष्कर्तम् अकार भवति अतः तत् इति भवति अन्यतव्यत् तव्यपः इति प्रत्ययः नास्ति परन्तु तव्यत् तव्य द्वौ अपि तिंषित् भिन्नः अस्ति परन्तु अतः आदुधातुकशिल्वलादेः नेद्वचीकृति इत्यभ्यां द्वौ प्रत्ययौ इदनुकूलो भवति अन्येयर् प्रत्ययः वलादि नास्ति अतः इत्यस्य इडागमः कदापि न भवति सत्यं अतः तत्र तुमुन् समाप्तं तव्यतारब्धं तुमुन् तु कालसमयवेलासु तुमुन् भवति पर्याप्तिवचनेषु अलमर्थेषु तुमुन् भवति अनन्तरं तद् शक् दृश्य ज्ञा ग्ला घट रभ लभ क्रम सः अर्थ अस्ति इत्येतेषु अर्थेषु तुमुन् भवति तृतीयम् एतत् किम् आसीत् समानकर्तृकेषु तुमुन् तदेव दृष्टवन्तः खलु देवदत्तः इच्छति भोक्तुम् इच्छति भोक्तुम् अनन्तरं प्रथमम् आसीत् तत्र क्षम्यतां तद् नास्ति तुमुन् नूलौ क्रियायां क्रियार्थायां पञ्चषु स्थलेषु खलु क्रिया तुमुन् भवति तुमुन् समाप्तम् इदानीं तव्यत् आरब्धं तव्यत् इत्यत्र प्रथमसूत्रम् आसीत् तव्यत् तव्यानीयरः अनेन त्रयः प्रत्ययाः विधीयते तव्यत् तव्य अनीय तव्यत् तव्य इति समानार्थको एव अनियर् तु अस्मिन् पाठे न आसीत् प्रायः अत्र स्थगयामः अनन्तरं कर्तरीकृत् अग्रिमसप्ताहे उषा भगिनी अपि आगच्छेत् तस्मात् तत्र वयं साधयामः किञ्चित् प्रायः अग्रिमसप्ताहे अपि पूर्वावलोकनमेव भवति अरुणा भगिनी भवत्याः कृते तु समयपरिवर्तनं भवति अग्रिमसप्ताहे पश्यतु तद् डेलैट् सेविङ्ग् समाप्तं भवति खलु भवति तदेकघण्टा पूर्वं भवति वा अग्रे पूर्वमेव भवति फाल्स् बेक् तत् पश्यतु भगिनि हा समीचीनं वा अग्रिमसप्ताहे मिलामः धन्यवादः धन्यवादः.